गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। गुरुपूर्णिमा दिवसस्य शुभाशयाः सर्वेषाम्। अस्तु, तर्हि इदानीं भेदस्य पृथक्त्वस्य च को विशेषः इत्यस्मिन् सन्दर्भे स्मः। गते वर्गे पृथक्त्वम् इति अन्यतमः गुणः, रूपरसगन्धस्पर्श, तदनन्तरं किमासीत्, सङ्ख्या, परिमाण, तदनन्तरं पृथक्त्वं, पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम् इति तस्य लक्षणं कृतम्। तर्हि व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः। इदम् अस्मात् पृथक् इति यदि अहं वदामि तर्हि अन्यस्य बोधः जायते। कथं जायते, किम् आधारीकृत्य तादृशबोधः जायते इति चेत् पृथक्त्वम् इति गुणम् आधारीकृत्य एव तस्य बोधः जायते। अपि च सर्वद्रव्यवृत्ति इति अपि उक्तं, सर्वेषु द्रव्येषु पृथक्त्वं वर्तते, नित्यद्रव्येषु, अनित्यद्रव्येषु, नवद्रव्येषु पृथक्त्वं वर्तते। तदनन्तरं भेदस्य पृथक्त्वस्य च को विशेषः इति चिन्तनम्, इत्यस्मिन् विषये चिन्तनम् आरब्धम्। भेदः इत्युक्ते अन्योन्य अभावः, घटः पटः न, घटः पटात् भिन्नः इति तादृशव्यवहारः यदा कुर्मः तत्र पृथक्त्वम् इति गुणं स्वीकृत्य तादृशव्यवहारः न, किन्तु अन्योन्य अभावः। घटे घटत्वम् एव अस्ति, यस्मिन् घटत्वम् अस्ति सः घटः, तर्हि सः घटः इत्यस्मात् कारणात् एव घटे अन्येषां सर्वेषाम् अभावः वर्तते। पटाभावः वर्तते घटे, मठाभावः वर्तते ऋतु इति अन्येषां सर्वेषाम् अभावः वर्तते। केवलं सर्वेषां द्रव्याणाम् अभावः इति न, किन्तु गुणानाम् अपि अभावः वर्तते। रूपं घटः न इत्युक्ते गुणः द्रव्यं न, क्रिया द्रव्यं न, पुनः जातिः व्यक्तिः न, व्यक्तिः इत्युक्ते द्रव्यमेव भवति खलु, तर्हि जातिः व्यक्तिः न। विशेषः इति भिन्नपदार्थः अस्ति इति तादृश सर्वेषु पदार्थेषु अन्योन्य अभावम् एव स्वीकृत्य व्यवहर्तुं शक्नुमः। तर्हि किमर्थं पृथक्त्वम् इति भिन्नरीत्या अन्यतमः गुणः उक्तः इति प्रश्नः उदेति। तर्हि तत्र प्रथमपङ्क्तिः अस्माभिः पठितम्, इदानीं द्वितीयपङ्क्ति आरभ्य, पङ्क्तिम् आरभ्य पठनीयं, परन्तु पृथक्त्वम् इति। तर्हि शिवराम महोदय पठति वा? आं महोदय, षड्नवतिपुटकम्। आं, षड्नवतितमपुटे अन्तिमपङ्क्तिः। परन्तु इदं न, परन्तु पृथक्त्वं, हा सत्यं सत्यं, हा, परन्तु पृथक्त्वं घटः घटात् पृथक् इति प्रत्ययविषयः द्रव्ये एव भवति, न तु गुणादि। गुणादि समवायीकारणता द्रव्ये एव भवति इति प्राग् उक्तम्। अकारणे गुणे कथं पृथकत्वरूपं कार्यम् उत्पद्येत्? कस्यचित् गुणे जायमानः अपि रूपं घटात् पृथक् इति प्रत्ययः न पृथकत्वरूपं गुणमवगाहने, किन्तु घटभेदमेव रूपनिष्ठं, तस्मात् पृथकत्वं भेदात् विलक्षणम्। अतिरिक्तः गुणः द्रव्यमात्रवृत्ति इति मनसि निधाय उक्ते ग्रन्थकला नवद्रव्यवृत्तिः इति, द्रव्यभिन्ने न अस्ति इति अपि तदर्थः। तेन च सर्वपदार्थवृत्तिः यः भेदः, तस्मात् अस्य वैलक्षण्यं सूचितम्। अस्तु, तर्हि पङ्क्तिशः भवान् प्रयत्नं करोतु, यत्र आवश्यकता अस्ति अहं तत्र किञ्चित् वदामि। परन्तु पृथक्त्वं घटः पटात् पृथक् इति प्रत्ययविषयः द्रव्ये एव भवति, न तु गुणादौ। अत्र घट तथा पट एतयोः मध्ये यत् पृथक्त्वम् अस्ति तत् द्रव्यमध्ये भवति, गुण द्वयोः गुणयोः मध्ये तत्र पृथक्त्वं न भवति, किन्तु द्रव्यमध्ये पृथक्त्वं भवति। इत्युक्ते गुणादौ न भवति इति बोद्धुम् एकं वाक्यं प्रयोगं करोतु। यत्किमपि द्रव्यगुणद्वयं स्वीकरोतु, रूप वयं स्वीकुर्मः, तर्हि घट तथा पट एतस्य रूप एतस्मध्ये भेदः तत्र नास्ति, किन्तु तस्य द्रव्यमध्ये द्रव्यमध्ये तत्र भेदः अस्ति, द्रव्ये तत्र भेदः अस्ति। न न, तादृशं नास्ति। अत्र इदानीं रूप गुणद्वयं स्वीकुर्मः, रूपम् इति एकः गुणः, स्पर्शः इति द्वितीयगुणः। रूपं स्पर्शात् पृथक् इति अहं वदामि चेत् तत् समीचीनं वा न वा? रूपः स्पर्शात् रूपम् इति गुणः, रूपम् इति नपुंसकलिङ्गे भवति खलु, रूपं स्पर्शात् पृथक् आम् इति समीचीनम् इति वाक्यप्रयोगम् अहं मया क्रियते चेत् समीचीनं वा न वा? रूपं स्पर्शात् योग्यं भासते, योग्यं भासते। तर्हि इदानीं तत्र व्याकरणरीत्या पश्यामश्चेत् पृथक् इति पदं यत्र प्रयोगं कुर्मः तत्र उपपदस्य पञ्चमी विभक्तिः भवति, तर्हि योग्यम् इति भासते व्याकरणरीत्या। किन्तु न्यायरीत्या द्रष्टव्यम्। अस्तु, तर्हि तदर्थम् अग्रिमवाक्यं पठतु। गुणादिसमवायी कारणता द्रव्ये एव भवति इति प्राग् उक्तम्। तस्य अर्थः कः? गुणादिसमवायी कारणता द्रव्ये एव भवति, गुणादि समवायिकारणता द्रव्ये एव भवति, नाम गुणे न भवति। तर्हि समवायिकारणम् इत्युक्ते किं, लक्षणं किम्? समवायिकारणम् यत् स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति, समवायिकारणस्य लक्षणम्। तर्हि इदानीं रूपम् इति गुणः घटे एव जायते खलु, रूपम् इति गुणः घटे इति द्रव्ये एव जायते। तत्र पूर्वमपि अस्माभिः पठितं सङ्ख्याविषये, एकः रसः आम्रफले एकः एव रसः इति तादृशवाक्यम् अस्माभिः निर्मितम्। इदानीम् एकत्वम् इति सङ्ख्या कुत्र अस्ति? रसे अस्ति, किन्तु गुणः गुणे न भवितुमर्हति, तत्र सम्बन्धं बोद्धुं किमपि सम्बन्धः नास्ति। गुणः द्रव्ये समवायसम्बन्धे नास्ति, द्रव्यं द्रव्ययोः मध्ये संयोगसम्बन्धः भवितुमर्हति, किन्तु गुणः गुणे केन सम्बन्धेन भवति? न केनापि सम्बन्धेन भवति खलु। तर्हि तद् बोद्धुम् इदानीं तत्र परम्परासम्बन्धः उक्तः अस्माभिः, एकत्व तत्र समवायी इति आगत्य तदनन्तरं समवेतम् इति उक्तं, स्वसमवायी समवेतत्वसम्बन्धेन एकत्वं रसे वर्तते इति तादृशम् अस्माभिः उक्तम्। एवमेव अत्रापि गुण आदिसमवायिकारणता, तर्हि समवायिकारणं सर्वदा द्रव्यम् एव भवति, असमवायिकारणं तु गुणः अपि भवितुमर्हति। इदानीं घटपरिमाणस्य कारणमस्ति कपालपरिमाणम्, कपालपरिमाणम् इति गुणः, घटपरिमाणम् इति अपि गुणः, किन्तु तद् असमवायुकारणं भवति. समवायुकारणं तु केवलं द्रव्यम् एव भवति. तर्हि इदानीं रूपं स्पर्शात् पृथक् इति वदामश्चेत् इदानीं पृथक्त्वम् इति गुणः कुत्र जातमिति प्रश्नः उदेति. अतः एव अत्र एतादृशम् उक्तं गुणादिसमवायिकारणता द्रव्ये एव भवति. अकारणे गुणे कथं पृथक्त्वं कार्यम् उत्पद्यते उत्पद्येत अकारणे गुणे इत्युक्ते गुणं यदा गुणः यदा कदापि समवायिकारणं न भवति. तर्हि रूपे पृथक्त्वम् इति कार्यं कथं वा जायेत इति प्रश्नः. अकारणे गुणे कथं पृथक्त्वं रूपं पृथक्त्वरूपं कार्यम् उत्पद्येत इति प्रश्नः क्रियते. कस्यचित् गुणे जायमानः अपि रूपं घटात् प्रति पृथक् इति प्रत्ययः न पृथक्त्वरूपं पृथक्त्वरूपं गुणम् अवगाहते किन्तु घटभेदमेव रूपनिष्ठम् इत्युक्ते इदानीं रूपं स्पर्शात् पृथक् इति वदामश्चेत् रूपे पृथक्त्वम् इति गुणः जाय जा जा किम् उक्तव्यं जायेत् खलु. रूपं घटात् पृथक् इति वदामश्चेत् तर्हि इदानीं पृथक् इति गुणः रूपे जायेत् किन्तु रूपे किमपि न रूपे किमपि कस्यापि जननं न भवितुमर्हति. किमर्थम् इत्युक्ते रूपं कारणं नास्ति समवायिकारणं नास्ति इति कृत्वा न्यायशै नैयायिकमतानुसारं रूपं स्पर्शात् पृथक् इति वाक्यं दोषपूर्णमस्ति. यद्यपि व्याकरणरीत्या तत् समीचीनमस्ति किन्तु नैयायिकानां सिद्धान्तानुसारं रूपं स्पर्शात् पृथक् इति वदामश्चेत् तद्दोषाय. यत्र पृथक् इति पृथक्त्वम् इति गुणः जायते तत्रैव एतादृशप्रयोगः कर्तुं शक्यते. इदानीं घटः पटात् पृथक् इति वदामश्चेत् घटे पृथक्त्वम् अस्ति इति कृत्वा घटः पटात् पृथक् इति व्यवहारं कर्तुं शक्नुमः. पृथक्त्वम् इति गुणः घटे घटे घटे घटे तस्य उत्पादनं भवति उत्पद्यते इति कृत्वा तादृशव्यवहारः कर्तुं शक्यते. तर्हि अत्र वाक्यं पश्येम. कस्यचित् गुणे जायमानः अपि जायमानो अपि रूप द्रव्यविहाय कुत्रापि नास्ति वा महोदय? कुत्रापि नास्ति इत्युक्ते किं नास्ति? क्रिया विषयेपि पृथक्त्वम् इति न व्यवहर्तुं शक्यते. इत्युक्ते चलनक्रिया धावनक्रियायाः पृथक् इति तादृशं नैयायिकसिद्धान्तं स्वीकृत्य न वक्तुं शक्यते. तादृशव्यवहारः न कर्तुं शक्यते. अयोग्यः तादृशव्यवहारः यतोहि कारणं नास्ति. हा इत्युक्ते पृथक्त्वम् अत्र पश्यतु घटः पटात् पृथक् इति यदा व्यवहरामः तर्हि पृथक्त्वम् इति गुणः इदानीं घटे अस्ति इति कृत्वा तादृशव्यवहारः कर्तुं शक्यते. घटः पटात् पृथक् इत्युक्ते किं? तत्र पृथक्त्वनिष्ठ. अत्र उपरि पश्यतु चित्रमस्ति खलु, घटत्वावच्छिन्न घटनिष्ठविशेष्यतानिरूपित पृथक्तत्वावच्छिन्न पृथक्त्वनिष्ठप्रकारतानिरूपक ज्ञाननिष्ठकार्यतानिरूपितकारणताश्रय शब्दप्रयोगनिष्ठकार्यतानिरूपित निरूपितकारणताश्रयत्वं पृथक्त्वम् इति. तर्हि पृथक्त्वं विशेषणं किल? आं विशेषणम् अस्ति, प्रकार तस्मिन् प्रकारता अस्ति. प्रकारता अस्ति. तर्हि घटः पृथक् इति वदामश्चेत् इति वक्तव्यं चेत् तत्र पृथक्त्वम् इति गुणः घटे भवति चेद् एव तादृशव्यवहारः कर्तुं शक्यते. नीलो घटः, इदानीम् एतद् उदाहरणं स्वीकुर्मः. नीलो घटः इति वदामश्चेत् तत्र नीलरूपं घटे भवेत्. सप्तमी प्रयोगं कुर्वन् अस्मि. नीलरूपं घटे अस्ति इति कृत्वा एव नीलो घटः इति पदं इति वाक्यं रचयितुं शक्यते खलु. एवमेव घटः पृथक् इति बोद्धुं यदि पृथक्त्वम् इति गुणः घटे नास्ति तर्हि तादृशव्यवहारः न कर्तुं शक्यते इति बोधः. किन्तु इदानीं पृथक्त्वं केवलं द्रव्ये एव भवितुम् अर्हति, सर्वेषु द्रव्येषु भवति, नवद्रव्यवृत्ति इति ग्रन्थकारेण उक्तम्. तर्हि रूपं पृथक् इति यदा कदापि न वक्तुं शक्यते. किमर्थम् इत्युक्ते रूपमिति अपि गुणः, पृथक् पृथक्त्वमिति अपि गुणः. गुणः गुणे केनापि सम्बन्धेन न भवितुम् अर्हति इति नैयायिकानां मतम्. अतः एतादृशव्यवहारः यद्यपि व्याकरणदृष्ट्या तत्र सूत्र आधारेण एव एतादृशप्रयोगः कृतः अस्माभिः, इत्युक्ते रूपं स्पर्शात् पृथक् इति तादृशव्यवहारः कुर्मः, तथापि नैयायिकानां मतानुसारं पृथक्त्वम् इति गुणः यस्मिन् वर्तते तद् आधारीकृत्य एव अन्यस्य इदानीं वक्तुं शक्यते. इत्युक्ते घटे पृथक्त्वम् अस्ति, पटे अपि पृथक्त्वम् अस्ति इति कृत्वा इदानीं घटः पटात् पृथक् इति वक्तुं शक्यते. एवमेव पटः घटात् पृथक् इति अपि व्यवहर्तुं शक्यते. किन्तु रूपं स्पर्शात् पृथक्, नो चेत् चलनक्रिया धावनक्रियायाः पृथक्, नो चेत् जातिः व्यक्तेः पृथक् इति तादृशव्यवहारः यदा कदापि नैयायिकानां मतानुसारं न कर्तुं शक्यते. कस्यचित् गुणे जायमानः अपि रूपं घटात् पृथक् इति प्रत्ययः न पृथक्त्वरूपं गुणम् अवगाहते, किन्तु घटभेदमेव रूपनिष्ठम्. इत्युक्ते अत्र पश्यतु, रूपं घटात् पृथक् इति प्रयोगः कर्तुं शक्यते वा इति चेत् अत्र शिवरामहोदय भवान् किं चिन्तयति? रूपम् इति गुणः घटात् पृथक् इति व्यवहर्तुं शक्यते वा? न, तदपि न कर्तुं शक्यते. न, न, न. किमर्थमित्युक्ते इदानीं रूपे पृथक्त्वम् इति गुणः नास्ति. यद्यपि घटे पृथक्त्वम् इति गुणः अस्ति तथापि रूपे पृथक्त्वम् इति गुणः नास्ति इति कृत्वा रूपं घटात् पृथक् इति अपि न वक्तुं शक्यते. तदेव अत्र उक्तम्. अत्र पश्यतु, कस्यचित् गुणे जायमान अपि रूपं घटात् पृथक् इति प्रत्ययः न पृथक्त्वरूपं गुणम् अवगाहते. यद्यपि इदानीं रूपं घटात् पृथक् इति वाक्यप्रयोगम् अहं करोमि चेदपि तत्र पृथक् इति पदेन इति पदं किम् आधारीकृत्य उक्तम् इति चेत् पृथक्त्वम् इति गुणम् आधारीकृत्य न उक्तं, किन्तु अन्योन्य अभावम् इति अभावः भेदः स्वीकृत्य एव अत्र उक्तम् इति अत्र दत्तमस्ति. न पृथक्त्वरूपं गुणम् अवगाहते, किन्तु घटभेदमेव रूपनिष्ठम्. इत्युक्ते रूपनिष्ठ अन्योन्य अभावः अभावं स्वीकृत्य एव रूपं घटात् पृथक् इति व्यवहारः मया क्रियते. तत्र व्याकरणरीत्या एतद् वाक्यं समीचीनं, तर्हि मया वक्तुं शक्यते, भवतु भवान् वदतु, किन्तु तादृशव्यवहारं कर्तुम् अत्र पृथक्त्वम् इति गुणं स्वीकृत्य आधारीकृत्य न प्रयुक्तमस्ति, किन्तु अन्योन्य अभावम् आधारीकृत्य एव एतत् प्रयुक्तम् इति अवगन्तव्यं. तस्मात् अग्रे पठतु महोदय. तस्मात् कारणे गुणे कथं पृथक्त्वरूपं कार्यम् उत्पद्येत्, कस्यचित् गुणे जायमानो अपि रूपं घटात् पृथक् इति प्रत्ययः, न पृथक्त्वस्वरूपं गुणमवगाहने किन्तु घटभेदमेव रूपनिष्ठं. तस्मात् पृथक्त्वं भेदात् विलक्षणः अतिरिक्तः गुणः द्रव्यमात्रवृत्ति. क्षम्यतां महोदय, अत्र एवं पठनीयं, तस्मात् पृथक्त्वं भेदात् विलक्षणं. पृथक्त्वं भेदः इति अन्योन्य अभावात् विलक्षणम् इत्युक्ते अन्योन्य अभावः अपि च अन्योन्य अभावः इति एकविध अभावः, पृथक्त्वम् इति एकविधगुणः, तयोः मध्ये वैलक्षण्यं वर्तते इति अत्र उक्तं. पृथक्त्वम् इति भिन्नमस्ति, अन्योन्य अभावः भेदः इति भिन्नमस्ति. अग्रे अतिरिक्तः. अतिरिक्तः गुणः द्रव्यमात्र वृत्ति इति मनसि निधाय उक्तं ग्रन्थकृता नवद्रव्यवृत्ति इति. तर्हि अत्र ग्रन्थकृता इत्युक्ते तर्कसङ्ग्रह मूलग्रन्थकृता. एतद् मनसि निधाय एव तेन उक्तं नवद्रव्यवृत्ति, पृथक्त्वम् इति गुणः नवद्रव्यवृत्ति. तर्हि पृथक्त्वम् इति गुणः अपि च अन्योन्याभावः इति भेदः, अनयोः मध्ये कः भेदः महोदय? पुनः एकवारं वदति महोदय. पृथक्त्वम् इति गुणः आम्, अन्योन्यभावः इति भेदः, द्वयोः मध्ये कः भेदः? पृथक्त्व इति तथा अन्योन्यभावः भेदः, अन्योन्यभावः इत्युक्ते भेदः. अन्योन्याभावः अधिकरणमेव गुणः आदाय आदाय गुणः सर्वथा द्रव्यम् आश्रित्य वर्तते. अन्योन्याभावः अधिकरणरूपेण स्वीक्रियते. न बुद्धं, पुनः वदतु. गुणः द्रव्यम् आश्रित्य वर्तते सर्वदा. यस्मिन् गुणः अस्ति तदेव द्रव्यम् इति वदामि किल. गुणः सर्वदा आधाय. भवती लक्षणं करोति वा, यस्मिन् गुणः अस्ति तदेव द्रव्यम् इति लक्षणम् अस्माभिः अधीतं वा? न वा महोदय, गुणः द्रव्यम् इति द्रव्यम् इत्युक्ते गुणः अत्र अस्ति किल, गुणं यत्र किन्तु क्रियापि द्रव्ये अस्ति, सामान्यमपि द्रव्ये अस्ति, समवायः अपि द्रव्ये अस्ति, विशेषमपि द्रव्ये अस्ति, अभावः अपि द्रव्ये अस्ति. किन्तु गुणः सर्वदा द्रव्यम् आश्रित्य एव वर्तते किल आदाय. सत्यम्. इदानीं मम प्रश्नस्य उत्तरं, तर्हि इदानीं पृथक्त्वं कुत्र कुत्र लभ्यते? पृथक्त्वं सर्वे द्रव्ये वर्तते, सर्वेषु द्रव्येषु द्रव्येषु वर्तते. अभावः, अन्योन्य अभावः कुत्र कुत्र लभ्यते? अन्योन्य अभाव द्रव्ये एव इत्युक्ते नील रूपं गुणः न रूपं, क्षम्यतां, रूपम् इति गुणः, स्पर्शः इति गुणः न इति वदामश्चेत् तत्र अन्योन्य अभावः अस्ति वा न वा? अस्ति. तर्हि द्रव्ये एव वर्तते इति किमपि भवति? गुणेपि भवति खलु, भवति. आम् एवमेव चलनक्रिया धावनक्रिया न, तर्हि क्रियायाम् अपि अन्योन्यभावः वर्तते. आम्, किन्तु चलनक्रिया भावनक्रियात् पृथक् इति वक्तुं न शक्यते. तत् तद् भवतु. तर्हि इदानीं मम प्रश्नः अस्ति, पृथक्त्वम् इति गुणः, अन्योन्य अभावः इति भेदः, अनयोः मध्ये कः भेदः इति मया पृष्टम्. तस्य उत्तरमस्ति, पृथक्त्वम् इति गुणः नवद्रव्यवृत्ति, किन्तु अन्योन्य अभावः सर्वपदार्थवृत्तिः इति. सर्वेषु पदार्थेषु अन्योन्य अभावः लभ्यते, किन्तु पृथक्त्वं केवलं सर्वेषु गुणेषु लभ्यते इति भेदः. बुद्धं वा? पृथक्त्वं सर्वेषु द्रव्येषु. हा, सर्वेषु द्रव्येषु एव. घटः पटः न, घटः पटात् पृथक्. हा, वदतु भगिनि. पुनः वदतु महोदय. पृथक्त्वं नवद्रव्येषु एव वर्तते किल? सत्यं. सर्वेषु द्रव्येषु नास्ति किल? नवद्रव्येषु इत्युक्ते नवद्रव्यं विहाय अन्यद्रव्यं किमपि अस्ति वा? न न, नवद्रव्येषु एव सर्वेषु पदार्थेषु सर्वेषु अस्ति इति वक्तुं न शक्यते किल? न, सर्वेषु इत्युक्ते तत्र सर्वेषु इति विशेषणं, विशेष्यं किं? सर्वेषु पदार्थेषु इति वदति वा सर्वेषु द्रव्येषु इति वदति वा? भवान् पुनः एकवारं वदतु. अस्तु, पृथक्त्वम् इति गुणः सर्वेषु द्रव्येषु वर्तते, किन्तु अन्योन्य अभावः इति अभावः सर्वेषु पदार्थेषु वर्तते इति भेदः. पृथक्त्वं नवद्रव्यवृत्ति, किन्तु अन्योन्यभावः सर्वपदार्थवृत्तिः. इत्युक्ते अभावे अपि अन्योन्यभावः अस्ति. कथम् इति चेत्, प्रागभावः प्रध्वंस अभावः न इति वक्तुं शक्यते खलु? हा, प्रागभावः घटस्य उत्पादनात् पूर्वमस्ति, प्रध्वंस अभावः घटस्य नष्टस्य अनन्तरमस्ति. तर्हि प्रागभावः अपि च प्रध्वंस अभावः अनयोः मध्ये अन्योन्य अभावः अस्ति. प्रागभावः प्रध्वंस अभावः न. एवमेव प्रागभावः अत्यन्ताभावः न, प्रध्वंस अभावः अत्यन्ताभावः न, सामान्यं व्यक्तिः न, एकं रूपम् अन्यद् रूपं न. एकं रूपम् इत्युक्ते रूपं घटः न इति सर्वत्र अन्योन्य अभावं स्वीकृत्य व्यवहारं कर्तुं शक्यते, किन्तु पृथक्त्वम् इति गुणं स्वीकृत्य केवलं द्रव्येषु एव व्यवहारः कर्तुं शक्नुमः इति तयोः मध्ये भेदः. शिवरामहोदय, बुद्धं वा? आं महोदय, किञ्चित् निधि बुद्धं, प्रयत्नं कुर्वन् अस्मि अहं. न, यावत् मया उक्तं तद्बुद्धं खलु. तत्र तद्बुद्धं पृथक्त्वम् इति गुणः केवलं गुणः कुत्र भवितुमर्हति? द्रव्ये एव गुणाः भवन्ति खलु. तर्हि पृथक्त्वम् इति गुणः इति नैयायिकैः स्वीकृतं. तर्हि पृथक्त्वं केवलं द्रव्ये एव वर्तते इति कृत्वा द्वयोः द्रव्ययोः मध्ये एव एतद्द्रव्यम् अन्यस्मात् द्रव्यात् पृथक् इति व्यवहारं कर्तुं शक्यते, किन्तु अन्योन्य अभावः इति अभावः सर्वपदार्थवृत्ति इति कृत्वा यं कमपि पदार्थं स्वीकृत्य तादृशव्यवहारः कर्तुं शक्यते. तत्र द्रव्यद्वये अपि अन्योन्याभावः वर्तते इति अपि इति वक्तुं शक्यते. द्रव्यगुणयोः मध्ये अन्योन्याभावः अस्ति इति कृत्वा तत्रापि वक्तुं शक्यते इति यत्र कुत्रापि अन्योन्याभावं स्वीकृत्य व्यवहर्तुं शक्यते. किन्तु पृथक्त्वं केवलं द्रव्ययोः मध्ये एव एष एतद्द्रव्यम् अन्यस्मात् द्रव्यात् पृथक् इति तादृशव्यवहारः कर्तुं शक्यते इति बोधः. अस्तु, तदेव अत्र उक्तमस्ति. पुनः प्रश्न एकं, द्रव्यम् अपि पदार्थः किल? सत्यं, सप्तपदार्थेषु द्रव्यम् अन्यतमः अस्ति. अन्यतमः, सो तस्मात् द्रव्यम् अपि अन्योन्यभावः प्राप्तुं शक्यते. सत्यं, द्रव्ये अपि अत्र प्रथमवाक्यं पश्यतु, घटः पटः न इत्यस्मिन् वाक्ये पृथक् इति पदं नै प्रयुक्तं खलु. घटः पटः न इति वाक्यं किम् आधारीकृत्य उक्तम् इति चेत् अन्योन्य अभावं स्वीकृत्य एव अत्र एषद् एतद् वाक्यं रचितमस्ति, घटः पटः न इति. तर्हि द्रव्यभिन्ने द्रव्यभिन्ने नास्ति इति अपि तदर्थः. इत्युक्ते नवद्रव्यवृत्ति इत्युक्ते केवलं द्रव्येषु एव पृथक्त्वम् इति गुणः लभ्यते, अन्येषु पदार्थेषु पृथक्त्वं न लभ्यते. किमर्थमित्युक्ते पृथक्त्वम् इति गुणः केवलं द्रव्ये एव भवितुमर्हति. तेन च सर्वपदार्थवृत्तिः यः भेदः तस्मात् अस्य वैलक्षण्यं सूचितम् इति जातम्. अस्तु, तर्हि अग्रे विजी भगिनी पठतु. एतल्लक्षणे असाधारणं कारणम् इति निर्देशककृतः किं तेन ज्ञायते? साधारणकारणात् भिन्नं कारणं किं? साधारणकारणं यत् सर्वं कार्यं जनयितुम् आवश्यकं, यथा पूर्वोक्तः प्रागभावः, न हि तेन विना किञ्चित् कार्यं जायते, अतः सः साधारणकारणं. तद्भिन्नम् असाधारणं यत् कार्यविशेषमेव जनयति न सर्वं कार्यं, यथा कपालः घटमेव जनयति, तन्तुः पटमेव. प्रकृतेऽपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति, परन्तु सः पदार्थः अन्यानि घटादिकार्याणि न जनयति, अतः सः तादृशव्यवहारस्य असाधारणकारणं भवति. विशेषस्तु अग्रे वक्ष्यते. साधारणकारणं किम्, असाधारणकारणं किं, किमर्थम् असाधारणकारणम् इति वक्तव्यम् इत्यस्य किमर्थम् अस्मिन् विषये चिन्तनम्? लक्षणवाक्ये असाधारणकारणम् इति उच्यते. बहु समीचीनं, तदेव पृथक् व्यवहार असाधारणं कारणं पृथक्त्वं पृथक्त्वम् इति दीयते चिन्तनम्. असाधारणकारणं किमिति अत्र दीयते किल. साधारणकारणम् इत्युक्ते घटं जनयति, पूर्वोक्तं प्राग् अभावः अभावात् घटः न जनयति किल, तेन विना किञ्चित् कार्यं न जायते, अतः प्राग् अभावः. केन विना? प्राग् अभावः विना. प्राग् अभावं विना विना घटं न जायते. घटम् इत्युक्ते अत्र कार्यं कार्यं यत्किमपि कार्यं प्रागभावः विना न जायते, अतः प्रागभावः इति साधारणकार्यं साधारणकारणं कारणं साधारणकारणम् इति उच्यते. तद् भिन्नम् असाधारणकारणम् यत् कार्यविशेषम् एव जनयति न सर्वं कार्यं प्रागभावविना कार्यं न जायते. अत एव साधारणकारणं इति उच्यते. किन्तु अत्र कार्यविशेषे विशेषम् एव जनयति. अत्र किम् उच्यते महोदय? यथा कपालः घटम् एव जनयति. आम्, कपालः घटम् एव जनयति. तन्तुः पटमेव. प्रकृते अपि पृथक् इति शब्दप्रयोगः. तस्मात् पूर्वं तत्र इदानीं वदतु, यथा कपालः घटमेव जनयति तन्तुः पटमेव जनयति इति कृत्वा अस्य वाक्यस्य विशेषम् कपालः घटम् एव जनयति इत्युक्ते कपालः पटं न जनयति किल. सत्यं, तदेव उक्तं महोदय. विशेषं जनयति इत्युक्ते कपालात् पटः एव जायते, तन्तोः पटम् एव जायते. तन्तोः घटः न जायते, कपालात् पटः न जायते इति कृत्वा हा कपालः इदानीम् असाधारणकारणं भवति. कं प्रति? घटं प्रति. घटं प्रति, समीचीनं. तन्तुः असाधारणकारणं भवति, कारणं भवति पटं प्रति. किन्तु प्रागभावः घटं प्रति अपि कारणम् सर्वत्र हा इति कृ सर्वत्र वर्तते इति न वक्तव्यम्. इत्युक्ते सर्वत्र सर्वेषाम् अभावविना कार्यं न उद्भूयते. हा इति भेदः. तर्हि यत् कारणं सर्वेषां कार्या सर्वं कार्यं जनयितुम् आवश्यकमस्ति तद् अर्हति. अर्हति नास्ति, आवश्यकं. प्रागभावः नास्ति चेत् कार्यं न उत्पद्यते. इदानीं गते क्षणे अस्मिन् क्षणे प्रागभावः घटप्रागभावः अस्ति, अग्रिमक्षणे घटः जातः. तर्हि इदानीं घट प्रागभावः नास्ति, अग्रिमक्षणे प्रागभावः नास्ति. प्रागभावः नास्ति इत्यतः पुनः घटस्य उत्पादनं न भवति. आम्, सत्यम् इति कृत्वा अर्हति इति नास्ति, आवश्यकम्. आवश्यकमेव, आवश्यकमस्ति. साधारणकारणं विना यत्किमपि कार्यं न जायते. किन्तु असाधारणकारणं विना कार्यविशेषम् एव न जायते. इदानीं कपालः नास्ति चेत् पटस्य जनने क्षतिः अस्ति वा? नास्ति खलु? नास्ति. कपालः नास्ति पटं जायते. आम् इति कृत्वा तत्र इदानीं कपालः असाधारणकारणम् अस्ति घटं प्रति. इदानीम् अग्रे पठतु. प्रकृते अपि पृथक् इति शब्दप्रयोगः. पृथक्तपदार्थे स्वीकृते एव भवति. पृथक्त्वम् अपि असाधारणकारणम् इति उच्यते. कस्मिन् प्रति? कं प्रति? शब्दप्रयोगः प्रति. हा, पृथक् इति शब्दप्रयोगं प्रति पृथक्त्वम् इति गुणः इति असाधारणकारणं भवति. आम्, सम्यक्, सत्यं. परन्तु सः पदार्थः अन्यानि घटादिकार्याणि न जनयति. पृथक्तम् इति असाधारणकारणम् एव, साधारणात् साधारणकारणम्. अतः पृथक्तम् इति गुणेन किं जायते? शब्दप्रयोगः जायते. ज्ञानं जायते खलु, ज्ञानं जायते, करेक्ट् करेक्ट्, आम् आम्, अत्र पृथक्त्वम् इति अनेन शब्दप्रयोगः कर्तुं शक्यते, शब्दप्रयोगेन ज्ञानं जायते, शब्दप्रयोगेन ज्ञानमेव जायते, आम् आम्, तर्हि पृथक्त्वम् इति गुणेन केवलं ज्ञानमेव जायते, घटं न जायते, घटः न जायते, पटः न जायते, पृथक्त्वम् इति असाधारणकारणं, केवलं पृथक् इति शब्दं कुर्मश्चेत् तत्र तद् आधारीकृत्य ज्ञानं जनयति, तावदेव पृथक्त्वम् इति गुणः करोति, अन्यत् किमपि न कारयति इति कृत्वा, इति शब्दप्रयोगं कृत्वा ज्ञानमेव जायते, न तु अन्यपदार्थः घटपट इत्यादि, अतः अत्र पृथक्त्वम् इति असाधारणकारणम्। अत्र अग्रिम अन्तिमवाक्यं पठतु, अतः परन्तु सः पदार्थः अन्यानि घटादिकार्याणि न जनयति, अतः सः तादृशव्यवहारस्य असाधारणकारणं भवति, विशेषः तु अग्रे वक्ष्यते, इत्युक्ते व्यवहारम् इत्युक्ते सप्त ज्ञानजनकशब्दप्रयोगः, अत्र पृथक्तम् इति शब्दप्रयोगं कृत्वा करणेन ज्ञानं जायते, तदनन्तरम् एतत् असाधारणकारणं भवति, विशेषः अग्रे वक्ष्यते, किं महोदय अग्रे इत्युक्ते इदानीम् इतोपि अत्र साधारणकारणानि कानि, केवलं प्रागभावः एव लोके साधारणकारणं वा, नो चेत् अन्यानि कारणानि अपि सन्ति वा, नैयायिकाः षड् साधारणकारणानि अङ्गीकुर्वन्ति महोदय, प्रध्वंसभाव अपि असाधारणकारणम् इति वक्तुं शक्नोति वा, भवती किं चिन्तयति, प्रध्वंस अभावः नास्ति चेत् किं न जायते, किन्तु प्रध्वंस अभावः इति कार्यात् अनन्तरम् एव, सत्यं सत्यं, तर्हि प्रध्वंस अभावः साधारणकारणं नास्ति, ओके, कारणमेव नास्ति किल, आम् कारणमेव नास्ति, ओके ओके, बुद्धं महोदय, अस्तु ओके, धन्यवादः, वदतु बालसुब्रह्मण्यं महोदय, लघुप्रश्नः, यथा पूर्वोक्तः प्रागभावः न हि तेन विना किञ्चित् कार्यं जायते इति वाक्यमस्ति, सो इत्युक्ते पूर्वोक्तः अभावः इति अवश्यं, तेन विना किमपि कार्यं न भवति किल, तस्मात् साधारणकार्यं, सत्यं, प्रागभावं विना यं कम यं यत्किमपि कार्यं न जायते, न जायते, सो प्रागभावः अस्ति चेत् सर्वाणि कार्याणि भवितुं शक्यते, सत्यं सत्यं, प्रागभावं विना न कोऽपि कार्यं जायते इति कृत्वा प्रागभावः साधारणकारणं भवति, सर्वेषां कार्याणां सर्वाणि कार्याणि प्रति प्रागभावः साधारणकारणं भवति, धन्यवादः, हा इति बोधः, किन्तु इदानीमपि एकः प्रश्नः अस्ति, कः इति किञ्चिदहं वदामि, तदनन्तरं पाठं पठामश्चेत् इतोपि बोधः जायते, यदा मया उक्तं तत्र पृथक्त्वम् अपि च अन्योन्याभावः अनयोः मध्ये कः भेदः इति बालसुब्रह्मण्यमहोदय पुनः वदतु, पृथक्त्वम् अन्योन्याभावः अपि च अन्योन्याभावः अनयोः मध्ये कः भेदः, इत्युक्ते पृथक्त्वम् इति द्रव्ये, सत्यं नवद्रव्यवृत्ति, नवद्रव्ये वेरस् पदार्थे सर्वेषु पदार्थेषु सर्वेषु पदार्थेषु अन्योन्यभावः वर्तते, किन्तु पृथक्त्वं केवलं द्रव्येषु एव वर्तते, नवद्रव्येषु एव वर्तते इति उक्तम्। किन्तु अत्र पश्यतु, अन्योन्य अभावः सर्वेषु द्रव्येषु वर्तते खलु। यद्यपि यदस्माभिः इदानीम् उक्तं तत् सत्यं, तथापि तत्र अन्योन्य अभावं स्वीकृत्य एव द्रव्ययोः मध्ये अपि पृथक्त्वं वर्तते इति वक्तुं शक्यते। किमर्थं पृथक्त्वम् इति अन्यः गुणः स्वीकरणीयः इति प्रश्नः। तर्हि घटः पटः न इति यदा अहं वदामि तर्हि अन्यस्य ज्ञानं जायते एव, घटः पटात् पृथक् इति तादृशज्ञानं भवत्येव। तर्हि किमर्थं पृथक्त्वम् इति अन्यतमः गुणः अङ्गीकरणीयः? भवतु, अत्रापि द्रव्ययोः मध्ये अपि अन्योन्य अभावं स्वीकृत्य एव व्यवहरामः। किमर्थं पृथक्त्वम् इति अन्यः गुणः स्वीकरणीयः इति प्रश्नः अस्ति खलु। प्रश्नः बुद्धं वा? अस्तु, पृथक्त्वं नवद्रव्यवृत्तिः, वृत्ति इत्युक्ते नवद्रव्येषु पृथक्त्वं लभ्यते इति कृत्वा एतद्द्रव्यम् अन्यस्मात् द्रव्यात् पृथक् इति व्यवहारः कर्तुं शक्यते, पृथक्त्वम् इति गुणम् आधारीकृत्य। अपि च अन्योन्याभावः सर्वपदार्थवृत्तिः इत्युक्ते सर्वेषु पदार्थेषु लभ्यते, इत्युक्ते द्रव्येषु अपि अन्योन्याभावः लभ्यते खलु। तर्हि द्रव्ययोः मध्ये भेदः अस्ति इति व्यवहर्तुं किमर्थं पृथक्त्वम् इति गुणः स्वीकरणीयः? यदि पृथक्त्वम् इति गुणः त्यजामः, व्याकरण तत्र नैयायिकानां लोकात् बहिष्कुर्मः चेदपि घटः पटः न इति तादृशव्यवहारः कर्तुं शक्यते। अन्योन्यभावं स्वीकृत्य, अन्योन्यभावम् आधारीकृत्य घटः पटः न इति व्यवहारः कर्तुं शक्यते। यथा रूपं स्पर्शात् पृथक् इति वाक्यं रचयामः चेदपि तत्र पृथक्त्वम् इति गुणम् आधारीकृत्य न, किन्तु अन्योन्य अभावम् आधारीकृत्य एव एतादृशप्रयोगः कृतः इति अस्माभिः अवगतं खलु। एवमेव घटः पटात् पृथक् इति वदामश्चेदपि तस्मिन् सन्दर्भे अपि अन्योन्य अभावं स्वीकृत्य एव व्यवहारं किमर्थं न कुर्मः? पृथक्त्वम् इति गुणस्य अङ्गीकारं किमर्थम् इति प्रश्नः अस्ति। प्रश्नः बुद्धः वा? पृथक्तम् इति असाधारणगुणम् अपि न, अत्र तु असाधारणं साधारणम् इत्यस्मिन् विषये चिन्तनं नास्ति। प्रश्नः बुद्धः वा? यदिदानीं मया उक्तम्। अस्तु, विजि भगिनी, एवं कुर्मः, अहं प्रश्नं पृच्छामि, तस्य उत्तरं वदतु। घटः पटात् पृथक् इति वाक्यं मया प्रयुक्तम्। इदानीं पृथक् इति व्यवहारः मया कृतः, भवत्याः अपि ज्ञानं जातं तत् श्रुत्वा। किन्तु इदानीं पृथक् इति व्यवहारः केन आधारेण मया उक्तं, किम् आधारीकृत्य मया उक्तम्? न, पृथक्त्वम् इति गुणः आधारीकृत्य मया उक्तं खलु। आमां, पृथक्त्वम् इति गुणः आधारीकृत्य मया उक्तम्। इदानीं द्वितीयवाक्यम् अहं प्रयोगं करोमि। रूपम् इति गुणः, स्पर्शः इति गुणात् पृथक् इति अहं वदामि। भवती अपि अवगतवती, तर्हि इदानीम् अत्र पृथक् इति पदं किम् आधारीकृत्य मया प्रयुक्तम्? समवायीकारणम् अस्ति चेत् अत्र भगिनी समवायीकारणम् असमवायि इति तादृशचिन्तनं मास्तु. अत्र केवलं पृथक् इति इदानीम् अहम् एकं वाक्यम् उक्तवान्. अन्योन्य अभावः अस्ति अतः हा अन्योन्य अभावं स्वीकृत्य पृथक् इति व्यवहारः मया कृतः खलु कर्तुं शक्नोति. आम् हा यदि इदानीं तत्र द्वितीयवाक्यम् आसीत् रूपम् इति गुणः स्पर्शः इति गुणात् पृथक् इति मया उक्तं भवत्या अवगतमपि किन्तु अत्र पृथक् इति पदं किम् आधारीकृत्य मया उक्तम् इति चेत् अन्योन्य अभावं स्वीकृत्य मया उक्तं. किमर्थं रूपे अन्योन्य अभावः अस्ति स्पर्शे अपि अन्योन्य अभावः अस्ति रूपं स्पर्शं न हा इति व्यवहारः मया कृतः भवत्यापि अवगतम्. अत्र यद्यपि पृथक् इति पदं मया प्रयुक्तं किन्तु अत्र पृथक्तम् इति गुणम् आधारीकृत्य मया न प्रयुक्तं. किमर्थम् अत्र गुणं प्रयुक्त्य गुणम् आधारीकृत्य न वक्तुं शक्यते. गुणं गुणे न भवति इति गुणं गुणे न वर्तते केवलं द्रव्ये एव वर्तते. हा इति कृत्वा मया अत्र यद्यपि वाक्यं तदेव रूपं स्पर्शात् पृथक् इति मया उक्तं किन्तु अत्र पृथक् इति पदम् अन्योन्य अभावं स्वीकृत्य एव मया उक्तं न तु पृथक्त्वम् इति गुणं स्वीकृत्य. पृथक्तम् इति शब्दप्रयोगेन अन्योन्य अभावः इति ज्ञानमेव भवति किल. इत्युक्ते अन्योन्य अभावम् आधारीकृत्य अत्र अस्मिन् वाक्ये रूपं स्पर्शात् पृथक् इत्यस्मिन् वाक्ये पृथक् इति व्यवहारं मया कृतं तेन भवत्याः आत्मनि ज्ञानमपि जातं किन्तु तादृशशब्दप्रयोगस्य कारणं किम् इति चेत् पृथक्त्वम् इति गुणः नास्ति अन्योन्याभावः इति अभावः कारणमस्ति. अत्र चित्रमस्ति खलु तद् आधारीकृत्य अहं वदामि. अत्र पश्यतु वाक्यं किम् आसीत् रूपं पृथक् रूपं स्पर्शात् पृथक् इति मया उक्तं. तर्हि रूपत्व अवच्छिन्न रूपनिष्ठविशेष्यता निरूपित पृथक्तत्व अवच्छिन्न न अत्र पृथक्तत्वं पृथक्त्वम् इति न वक्तुं शक्यते तदेव अत्र क्लेशः अस्ति. रूपं स्पर्शात् पृथक् इति वदामश्चेत् रूपे पृथक्त्वम् इति गुणः न भवितुमर्हति गुणे गुणः न भवितुमर्हति इति कृत्वा एतादृशवाक्यम् अत्र वक्तुं न शक्यते इति क्लेशः अस्ति. तर्हि किन्तु भवत्याः मनसि ज्ञानं जातं तद् किम् आधारीकृत्य इति चेत् अन्योन्य अभावम् आधारीकृत्य एव भवती अवगतवती. तर्हि रूपं स्पर्शात् पृथक् इति अहं वदामि चेत् भवत्याः मनसि यदा अन्योन्य अभावं स्वीकृत्य ज्ञानं जातम् एवमेव घटः पटात् पृथक् इति अहं वदामि चेत् तत्रापि अन्योन्य अभावं स्वीकृत्य भवत्याः मनसि ज्ञानं जातम् इति किमर्थं न स्वीकुर्मः? किमर्थम् अत्र पृथक्त्वम् इति पृथक्तया एकम् अन्यत एकः अन्यतमः गुणः स्वीकरणीयः इति प्रश्नः. इदानीं प्रश्नः बुद्धः वा? तथा चेत् पृथक्त्वम् इति गुणः न अवश्यम् पृथक्त्वम् इति गुणस्य आवश्यकता एव नास्ति इति प्रश्नः खलु. इदानीं यदि तादृशप्रश्नः भवता क्रियते तर्हि इदानीं भवता अवगतम् इति अहं जानामि. पृथक्त्वम् इति गुणस्य पृथक्त्वम् इति अन्यतमः गुणः चतुर्विंशति गुणेषु एकः पृथक्त्वम् इति गुणः इति तादृश अङ्गीकारस्य आवश्यकता एव नास्ति, पृथक्त्वम् इति गुणं त्यजामः सम्पूर्णरीत्या। यत्र यत्र घटः पटात् पृथक् इति वदामः तत्र अन्योन्याभावं स्वीकृत्य एव व्यवहारं कर्तुं शक्नुमः खलु। किमर्थं पृथक्त्वम् इति गुणस्य आवश्यकता इति प्रश्नः। विजी भगिनी बुद्धं वा? आं महोदय, बुद्धं बुद्धम्। प्रश्नं बुद्धं। तर्हि यद्यपि पृथक्त्वम् अपि च अन्योन्यभावः अनयोः मध्ये भेदः अस्माभिः अवगतः, पृथक्त्वं नवद्रव्यवृत्ति किन्तु अन्योन्याभावः सर्वपदार्थवृत्तिः इति भेदः अस्माभिः अवगतः, किन्तु सर्वत्र अन्योन्याभावं स्वीकृत्य एव व्यवहर्तुं शक्यते, किमर्थं पृथक्त्वस्य आवश्यकता इति प्रश्नः। द्रव्ययोः मध्ये अपि अन्योन्याभावं स्वीकृत्य एव व्यवहारं कर्तुं शक्नुमः, घटः पटात् पृथक् इति। किमर्थं पृथक्त्वम् इत्यस्य आवश्यकता इति प्रश्नः। तस्मिन् विषये पाठः इदानीम् अग्रे गच्छति। तर्हि बालसुब्रह्मण्य महोदय, भवान् पठतु, भेदः एव। भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः, भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः। अत्र इदं विचार्यते, भवति भेदेन सर्वत्र निर्वाहः, ये तावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः तेषां हि भेद एव विषयः, न च विनिगमन अविरहः। विनिगमनाविरहः रूपादौ रसादिप्रतियोगिकभेदस्य उभयवादि उभयवादि सिद्धस्य क्लिप्तत्वात् गुणे गुणान् अङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात्। अत्र इदं चार्यते, भेदेन सर्वत्र निर्वाहः भवति, ये तावत् पूर्व उक्ताः प्रत्ययः पृथक्त्व अवनाहित्वेन उपन्यस्ताः तेषां हि भेद एव विषयः, घटः पटात् पृथक् इति व्यवहारः मया कृतः, तत्रापि भेदः एव विषयः इति स्वीकर्तुं शक्यते, भेदं स्वीकृत्य एव तत्रापि व्यवहर्तुं शक्यते इति पृच्छति। इत्येन उपन्यस्ताः तेषां हि भेदः एव विषयः, प्रत्ययः पृथक्त्वा एतावत् पूर्वोक्ताः प्रत्ययाः इत्युक्ते घटः पटात् पृथक् इति अहं वदामि चेत् भवतः प्रत्ययः इत्युक्ते ज्ञानं, भवतः मनसि ज्ञानं जायते खलु, किन्तु इदानीं मया उक्तं, किम् उक्तं, घटः पटात् पृथक् तत्र पृथक् इति पद इति व्यवहारः किम् आधारीकृत्य मया कृतम् इति चेत् पृथक्त्वम् इति गुणम् आधारीकृत्य मया कृतम्। तत्रापि भेदः एव स्वीकृत्य व्यवहर्तुं शक्यते खलु इति प्रश्नः। न च विनिगमनाविरगः, भेदं स्वीकृत्य व्यवहारं कुर्मश्चेदपि भवतः मनसि ज्ञानं जायत्येव। सत्यम्, अवगतम् अवगतम्। हा, अग्रे रूपादौ। रूपादौ रसादिप्रतियोगि प्रतियोगिकभेदस्य उभयवादिसिद्धस्य क्लिप्तत्वात्, न रूपादिविषये रूपादिविषये रूप इति विषये इत्युक्ते कीदृशपदार्थः महोदय अत्र? क्षम्यतां महोदय, रूपादिविषये इति भवता उक्तं खलु, रूप इति कीदृशपदार्थः? रूप इति गुणः. सत्यं. तर्हि रूपादौ इत्युक्ते गुणादौ. रूपादौ रसादिप्रतियोगिकभेदस्य सो रूप रस इत्यादि प्रतियोगि योः भेदस्य एवं अत्र समीचीनतया वक्तव्यं. रूपे रस अन्योन्य अभावः अस्ति खलु? रूपे रस अन्योन्यभावः अस्ति. आमां. रूपं रसः न इति वाक्यं. रूपं रसः न, रूपम् इति भिन्नः गुणः अस्ति, रसः इति भिन्नः गुणः अस्ति खलु? तर्हि रूपं रसः न इति वदामश्चेत् रूपे रसस्य अन्योन्याभावः स्वीकृतः. सत्यं. रस अन्योन्याभावस्य प्रतियोगी कः? रस अन्योन्य रसमेव. रसं रसः एव. सत्यं. न रसः एव. रस अन्योन्यभावस्य प्रतियोगी रसः एव. यथा घटाभावस्य प्रतियोगी घटः, पटाभावस्य प्रतियोगी पटः, एवमेव रस अन्योन्यभावस्य प्रतियोगी रसः एव. तर्हि रूपादौ रसादिप्रतियोगिकभेदस्य इत्युक्ते तादृश तत्र रस अन्योन्य अभावः रूपे वर्तते, तस्य अन्योन्य अभावस्य प्रतियोगिता कुत्र विद्यते इति चेत् रसे एव विद्यते खलु इति उक्तमत्र. उभयोवादिसिद्धस्य इत्युक्ते द्रव्ययोः मध्ये भेदः अपि अन्योन्याभावं स्वीकृत्य निर्वहितुं शक्यते. रूपयोः मध्ये भेदः अपि अन्योन्याभावं स्वीकृत्य निर्वहितुं शक्यते. रूपद्रव्ययोः मध्ये भेदः अपि अन्योन्याभावं स्वीकृत्य तत्र निर्वहितुं शक्यते इति कृत्वा किमर्थं पृथक्त्वम् इति भिन्नगुणस्य अङ्गीकारम् इति प्रश्नः. उभयवादिसिद्धस्य क्लिप्तत्वात् इत्यस्य अर्थः किम्? उभयवादी इत्युक्ते एकः वदति, एकवादी वदति पृथक्त्वम् इति गुणस्य अङ्गीकारः करणीयः. द्रव्ययोः मध्ये पृथक्त्वं साधयितुं पृथक्त्वम् इति अन्यतमः गुणः अङ्गीकरणीयः इति एकः वदति. अन्यः वदति इदानीं तत्रापि अन्योन्य अभावम् एव स्वीकृत्य कर्तुं शक्नुमः इति अवगन्तुं शक्यते. नो चेत् अत्र उभयवादि इत्युक्ते द्रव्ययोः मध्ये भेदः साधयितुं तत्र रूपं तत्र पृथक्त्वं स्वीकर्तुं साधयितुं शक्नुमः, अन्योन्याभावं स्वीकृत्य अपि साधयितुं शक्नुमः इति कृत्वा सर्वत्र अन्योन्य अभावं स्वीकृत्य एव व्यवहरामः. किमर्थं पृथक्त्वस्य अङ्गीकारम् इति प्रश्नः. कृतत्वात् तदेव पर्याप्तं भवति. अन्योन्य अभावमेव सर्वत्र व्यवहर्तुं पर्याप्तं भवति, इतोपि अन्यतमः गुणः न अङ्गीकरणीयः इति बोधः. गुणे अग्रे पठतु पर्याप्तमिति. क्लुप्तत्वात् इत्युक्ते पर्याप्तत्वात् इति अर्थः. अग्रे यत् इतोपि पठामि महोदय. यत् वेदस्थले अग्रे अन्तिमवाक्यमस्ति खलु रूपादौ इति क्षिप्तवान् गुणे गुणान् अङ्गीकारेण पृथक् पठति चेत् दोषाय, तत्र भिन्नरीत्या सन्धिः करणीयः. गुणे गुणान् अङ्गीकारेण इति पठति चेत् अर्थः न सङ्गच्छते. गुणे गुणे ओ गुणे गुण अनङ्गीकारेण गुणे गुण अनङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतैः अनिर्वाहात् गुणे गुण अनङ्गीकारेण इत्युक्ते रूपरस अथवा रूपपृथक्त्व इत्यादि गुणेषु पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात् न न महोदय अत्र एवं वक्तव्यं महोदय गुणे गुण अनङ्गीकारेण इत्युक्ते किं गुणः गुणे भवितुमर्हति वा न भवति इति इति एव अत्र उक्तं गुणे गुण अङ्गीकारेण गुणः न गुणः गुणः गुणे गुणे गुणः न भवितुमर्हति इत्यतः पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात् इत्युक्ते एतादृश अत्र पृथक्त्वम् इति गुणं स्वीकृत्य रूपं न रसः इति न वक्तुं शक्यते तत्र अन्योन्याभावः एव स्वीकर्तुं शक्यते. तर्हि घटः पटः न नो चेत् घटः पटात् पृथक् इत्यत्रापि अन्योन्याभावं स्वीकृत्य एव व्यवहर्तुं शक्नुमः. किमर्थं पृथक्त्वम् इत्यस्य आवश्यकता इति तावदेव उक्तम्. अस्तु तर्हि अग्रे सरेम. इदानीं शिवराम महोदय अग्रे पठति वा यत्तु. आम् महोदय. यत्तु भेदस्थले प्रतियोगी अनियोगी वाचकपदयोः प्रथमा विभक्तिः पृथकत्वस्थले तु अवधिवाचकपदात् पञ्चमी आश्रयवाचकपदाश्च प्रथमा इति पदार्थयोः भेदसाधकं क्वचित् उक्तम्. तत्तु प्रक्रियामात्रं. घटात् अन्यः पटः भिन्नः पटः इत्यादि प्रयोगनिर्वाहाय नयपटसमाभिव्याहरे एव तादृश नयपदसमाभिव्याहरे एव तादृशविभक्तिनियमस्य उपयोगात् पदभेदस्य अर्थभेदे आयोजकत्वाच्च क्रियः अप्रयोजकत्वाच्च क्रियः द्वितीया साकांक्षत्वात् यत् यतेस्तु तद्भावात् आद्येन कर्मसापेक्षकृतेः द्वितीयेन कर्मनिरपेक्षकृतेः अर्थान्तरस्य वा बोधः इत्यस्य अपि स्वीकारापत्तेः. पर्याप्तं यस्तु. भेदस्थले प्रतियोगी अनियोगी वाचकपदयोः प्रथमा विभक्ति पृथक्स्थले तु अवधिवाचकपदात् पञ्चमी आश्रयवाचकपदाश्च प्रथमा इति पदार्थयोः भेदसाधकं क्वचित् उक्तम्. पठितमस्ति. प्रतियोगी अनियोगी द्वयोः पदयोः प्रथमा विभक्ति भवति पृथक्स्थले नाम यत् अवधिवाचकपदात् यतः तत् किम् अपायः भवति तत्र तस्य पञ्चमी विभक्ति तत्र भवति. तर्हि तत्र अन्योन्याभावं स्वीकृत्य एकं वाक्यं रच वदतु. अन्योन्याभावः नाम घटः पटः न. समीचीनं. घटः पटः न अत्र पश्यतु. घटः अपि प्रथमाविभक्त्यामस्ति पटः अपि प्रथमाविभक्त्यामस्ति. आमां घटः पटः न इदानीम् अन्योन्य अभावं स्वीकृत्य एकं वाक्यं भवता रचितम्। इदानीं पृथक्त्वं स्वीकृत्य अनयोः मध्ये एकं वाक्यं रचतु, रचयतु। घटः पटे नास्ति वा? न घटः पटात् पृथक् वा? घटः पटात् भिन्नः, पृथक् इति वदतु। घटः पटात् पृथक्। हा, तर्हि क्वचिद् एतादृशं वदन्ति। इदानीं किमर्थं प्रश्नः अस्ति अस्माकं कृते, पृथक्त्वम् इति अन्यतमः गुणः किमर्थं स्वीकरणीयः? तस्य उत्तरत्वेन केचित् वदन्ति अत्र पृथक्स्थले पञ्चमी प्रयोक्तव्यमस्ति, किन्तु अन्योन्य अभावस्थले प्रथमाविभक्तेः प्रयोगः क्रियते, तर्हि तदर्थं पृथक्त्वम् इति भिन्नः गुणः स्वीकरणीयः, नो चेत् पृथक् तत्र घटः पटात् पृथक् अपि च घटः पटः न इति तादृशप्रयोगः न कर्तुं शक्यते यदि पृथक्त्वम् इति भिन्नपदार्थं न स्वीकुर्मः इति कोऽपि वदति, केचित् वदन्ति, किन्तु तत् समीचीनं नास्ति खलु। तत्र व्याकरण अतः एव अत्र उक्तं तत्तु प्रक्रिया मात्रम् इत्युक्ते तत्र व्याकरणे तादृश आवश्यकता अस्ति। तर्हि इदानीम् अग्रे पठतु महोदय। घटात् अन्यः पटः, घटात् अन्यः पटः, भिन्नः पटः इत्यादि प्रयोगनिर्वाहाय नय पटसमाभिव्याहारे एव तादृश नैपदसमाभिव्याहारे एव तादृशविभक्तिनियमस्य उपयोगात्। घटः घटात् अन्यः पटः, भिन्नः पटः इत्यादि प्रयोगनिर्वाहाय नयपटसमाभिव्याहारे, एतस्य अवगमनं न भवति। अस्माभिः पठितं खलु अत्र कारकसूत्रमस्ति खलु, पृथक्नानाभिस्तृतीयान्यतरस्याम् इति सूत्रेण पक्षे पञ्चमीविभक्तेः प्रयोगः करणीयः, विकल्पेन तृतीया अपि भवति। तर्हि तत्र केवलं व्याकरणस्य नियमः अस्ति तत् नैपदसमाभिव्याहारे एतादृश विभक्तिनियमस्य उपयोग इत्युक्ते पाणिनिमहर्षिणा एतादृशसूत्रं निर्मितमस्ति, लोके तादृशप्रयोगः अस्ति इति कृत्वा, तर्हि तदर्थं यत्र पृथक् नो चेत् अन्यः भिन्नः इति पदस्य प्रयोगं कुर्मः तत्र उपपदस्य पञ्चमी विभक्तिः भवति इति अस्माभिः अधीतं, किन्तु तत् केवलं प्रक्रिया। तर्हि तादृशपाणिनिसूत्रमस्ति इति कृत्वा इदानीं न्यायमते पृथक्त्वम् इति अन्यतमः गुणः अङ्गीकरणीयः इति न वक्तुं शक्यते खलु? इति एव अत्र उक्तम्। पदभेदस्य अर्थभेदे अप्रयोजकत्वाच्च, पदभेदस्य अर्थभेदे अप्रयोजकत्वाच्च न अवगते पदभेदस्य पर्यायपदानि सन्ति खलु, तदेव अर्थं बोधयितुं बहूनि पदानि सन्ति, तर्हि एकस्य पदस्य स्थाने अन्यं पदं मया प्रयुज्यते चेत् तत्र अर्थभेदः भवति वा? नास्ति खलु, नास्ति। तदेव अत्र उक्तं पदभेदस्य अर्थभेदे अप्रयोजकत्वं। तर्हि तत्र केवलं वाक्यम् एतादृशं भवति, तत्र भिन्नरीत्या मया उक्तम् इति कृत्वा भिन्न अर्थः मया उक्तः इति न आगच्छति। तर्हि घटात् पटः भिन्नः अपि च घटः पटः न इति वाक्यद्वयमपि एकमेव अर्थं बोधयति, भिन्न अर्थः न बोधयति इति कृत्वा अत्र वाक्यशैली भिन्नरीत्या अस्ति इति कृत्वा तादृश प्रश्नस्य उत्तरं न वक्तुं शक्यते, तत् न पर्याप्तं भवति इति अत्र उक्तः। अस्तु अग्रे महोदय, क्रियः क्रिया द्वितीया साकाङ्क्षत्वात् यतः तेस्तु तद् अभावात् आद्येन कर्मसापेक्षकृतेः द्वितीयेन कर्मनिरपेक्षकृतेः अर्थान्तरस्य वा बोधः इत्यस्य अपि स्वीकारापत्तेः पदभेदस्य अर्थभेदे अप्रयोजकत्वात् इति उक्तं खलु. यदि तादृशं न स्वीकुर्मः तर्हि अत्र एतादृश आपत्तिः आगच्छति, स्वीकार आपत्तेः. इत्युक्ते अत्र पश्यतु, क्रियः द्वितीयसाकाङ्क्षत्वात् यततेः तु तदभावात् आद्येन कर्मसापेक्षाकृतेः द्वितीयेन कर्मनिरपेक्षाकृतेः अर्थान्तरस्य वा बोधः इत्यस्यापि स्वीकार आपत्तेः. अवगतं महोदय. एकवारं सत्तापि अत्र कृञ्जः इत्युक्ते किं प्रथमतया एतत् अपि न अवगतं. बहु बृहत् वाक्यं, अत्र किञ्चित् जाटिल्यं भासते, किन्तु वस्तुतः अत्र किमपि नास्ति. द्वितीयसाकाङ्क्षत्वात् क्रियः इति मयापि द्रष्टव्यमस्ति, किन्तु अत्र क्री इति धातुः अस्ति वा? डुक्री इति डुक्रुइ कः? तत् क्रियः षष्ठी भवेत् वा? डुक्रुइ क्रियः द्वितीयसाकाङ्क्षत्वात् इत्युक्ते इदानीं करोति इति पदं प्रयोगं कुर्मः. करोति, माता करोति, किं करोति इति प्रश्नः उदेति खलु. तत्र सकर्मकधातुः अस्ति कृ इति धातुः. क्रियः द्वितीयसाकाङ्क्षत्वात् यततेस्तु तदभावात्. इदानीं पश्यतु, करोति इति सकर्मकधातुः अस्ति, यतते इति रूपं केन धातुना जातं? शिवराम महोदय वदतु. का धातु? यतते इति क्रियापदमस्ति खलु. यत् इति धातुः अस्ति. यत् इति धातुः, यत् इति धातुः सकर्मकधातुः वा अकर्मकधातुः वा? यतते इति अकर्मक भवेत्. हा, अकर्मकधातुः. किन्तु इदानीं करोति अपि च यतते इति अनयोः मध्ये अर्थभेदः अस्ति वा? अर्थभेदः नास्ति. अर्थभेदः नास्ति. करोति इति क्रियापदस्य यतते इति क्रियापदयोः मध्ये अर्थभेदः नास्ति. किन्तु करोति इति पदे इति क्रियापदं प्रयुज्मश्चेत् तत्र द्वितीया, तत्र सकर्मकधातुः अस्ति इति कृत्वा माता करोति इति चेत् अस्माकं मनसि आकाङ्क्षा जायते किं करोति इति. कर्मपदस्य विषये आकाङ्क्षा जायते, किन्तु यतते इति वदति चेत् तादृश आकाङ्क्षा न जायते. आद्येन इत्युक्ते करोति इति क्रियापदेन कर्म सापेक्षाकृतेः, कर्म इत्युक्ते द्वितीय कर्म, कर्मसंज्ञा भवति खलु, तदेव उक्तमस्ति. द्वितीयेन कर्मनिरपेक्षे कृते इत्युक्ते कृ इति धातुः सकर्मकधातुः, यदा कृ धातु धातुं स्वीकृत्य करोति इति वाक्यम् अहं रचयामि चेत् माता करोति, किं करोति इति प्रश्नः उदेति. किन्तु माता यतते इति अहं वदामि चेत् तत्र किं यतते इति प्रश्नः मम मनसि न उदेत्येव. इति तयोः मध्ये भेदः अस्ति. अर्थान्तरस्य वा बोधः इत्यस्यापि स्वीकार आपत्तेः इति भवति. यदि पदभेदेन अर्थभेदः प्रयोजकं नास्ति इति चेत् अत्रापि सा आकाङ्क्षा न भवेत्. यद्यपि करोति अपि च यतते अनयोः मध्ये किमपि अर्थभेदः नास्ति, तथापि यद्यपि शिवराम महोदय किञ्चित् म्यूट् मध्ये भवतु महोदय, समीचीनम्, अस्तु, तर्हि करोति अपि च यतते इति क्रियापदद्वयोः मध्ये अर्थभेदः नास्ति, तथापि माता करोति इति अहं वाक्यं रचयामि चेत् तत्र मनसि आकाङ्क्षा जायते, कर्मपदं किम् इति, किं करोति इति तादृश आकाङ्क्षा जायते एव, किन्तु माता यतते इति अहं वदामि चेत् तत्र किम् इति प्रश्नः न उदेति एव। इति कृत्वा यदि पदभेदस्य अर्थभेद अप्रयोजकत्वं न स्वीकुर्मः तर्हि तत्रापि एतादृश अत्रापि एतादृशप्रश्नः एतादृश आपत्तिः भवति इति कृत्वा तर्हि एतत् समीचीनतर्कः नास्ति। किमर्थं पृथक्त्वम् इति अन्यतमः गुणः स्वीकरणीयः इति चेत् एतादृशव्यवहारं कर्तुं केवलम् एतादृशवाक्यं रचयितुं पृथक्त्वम् इति गुणः अन्यतमः गुणः स्वीकरणीयः इति वदति चेत् तत् समीचीनं नास्ति इति अत्र उक्तम्। बुद्धं वा विजय भगिनी? आं महोदय, तत् उदाहरणं बहु समीचीनतया बुद्धम्। तदेव अत्र उक्तं, किन्तु अत्र वाक्यं तादृशं रचितं तत्र, तर्हि इदानीं पश्यतु क्रियाः डुग्री इति धातुः द्वितीयासाकाङ्क्षत्वात् सकर्मकधातुः इत्यतः यततेऽस्तु तदभावात् यतते इत्यत्र यत् धातुः अकर्मकः इति कृत्वा आद्येन कृधातुना कर्मसापेक्षकृतेः द्वितीयेन कर्मनिरपेक्षे कृतेः अर्थान्तरस्य वा बोधः इत्यस्यापि स्वीकार आपत्तेः। इत्युक्ते यतते इत्यस्मिन् स्थाने करोति इति अपि प्रयोक्तुं शक्यते इति भवति, किन्तु तन्नास्ति, किञ्चित् भेदः अस्ति इति द्वितीयशब्दः अस्ति चेत् दृढरूपेण वक्तुं शक्यते यत् अर्थः किञ्चित् क्लेशः भवति। इत्युक्ते यद्यपि इदानीं मया पृष्टं खलु करोति यतते अनयोः मध्ये भेदः अस्ति वा इति चेत् नास्ति। तर्हि यत्र यत्र करोति इति प्रयोगं करोति तत्र सर्वत्र यतते इति वदतु इति चेत् तादृशं न वक्तुं शक्नुमः खलु। एकः सकर्मकधातुः अस्ति, अन्यः अकर्मकधातुः अस्ति, तर्हि करोति इति प्रयोगेन मनसि आकाङ्क्षा जायते किं करोति इति, किन्तु यतते इति प्रयोगेन किं करोति इति तत्र विवक्षा नास्ति। द्वितीयधातुः अवश्यमेव नास्ति किल, सर्वत्र सर्वत्र कृधातु स्थले यत् धातु प्रयुज्यते चेत् द्वितीयधातोः अवश्यमपि नास्ति किल। न तद् अत्र वार्ता नास्ति, अत्र वार्ता किमस्ति चेत् यद्यपि करोति अपि च यतते अनयोः क्रियापदयोः मध्ये समान अर्थः अस्ति, तथापि करोति इदानीम् अहं पश्यतु तदेव पुनः पुनः वदन्नस्मि भगिनि, माता करोति माता यतते इति वाक्यद्वयं भवत्या श्रुतम्। माता करोति इति अहं वदामि चेत् भवती किं पृच्छति, किं करोति इति प्रश्नः उदेति, किमर्थं तादृशप्रश्नः? सकर्मकधातु इत्यतः। किमिति? सकर्मकधातु इत्यतः। न सकर्मकः धातुः इत्यतः न, किन्तु माता करोति इति अहं वदामि चेत् भवत्याः मनसि आकाङ्क्षा जायते खलु? आम् आम् आकाङ्क्षा जायते, आं महोदय आकाङ्क्षा जायते, एवमेव माता करोति इति तावदेव उक्त्वा अहं तूष्णीं तिष्ठामि चेत् भवती पृच्छति माता किं करोति इति भवती पृच्छति, किन्तु इदानीं द्वितीयवाक्यम् अहं वदामि, माता यतते. एतत् प्रश्नः अपि न उदेते. हा इति यद्यपि करोति अपि च यतते इत्यनयोः क्रियापदयोः मध्ये समान अर्थः अस्ति, तथापि एकं पदं मया उपयुज्यते चेत् तत्र श्रोतुः मनसि आकाङ्क्षा जायते, अन्यं पदं मया प्रयुक्तं चेत् तस्याः मनसि आकाङ्क्षा न जायते इति कृत्वा तत्र प्रयोगे भेदः अस्ति एव. यद्यपि अर्थभेदः नास्ति किन्तु पदभेदेन तत्र प्रयोगः अस्ति एव, प्रयोजनमस्ति एव, प्रयोगः नास्ति, प्रयोजनमस्ति एव. आम् महोदय, स्पष्टं. तर्हि अग्रे ओ समयः जातः वा? अस्तु, तर्हि इदानीमपि प्रश्नः अस्ति. कः प्रश्नः? पृथक्त्वम् इति किमर्थम् अन्यतमः गुणः अङ्गीकरणीयः इति प्रश्नः अस्ति एव, इदानीमपि अस्ति. अत्र केवलं वाक्यरचनार्थं भवतु पृथक्त्वम् इति प्रयोगः गुणः स्वीकरणीयः इति नास्ति वार्ता, इतोपि किञ्चित् वक्तव्यम् अस्ति. तस्मिन् विषये अग्रे पाठः गच्छति, अग्रिमवर्गे इतोपि अग्रे गच्छेम. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादश्च. धन्यवादः. समीचीनं महोदय.